पद्मपुराणं खण्डं 7 क्रियाखण्डम् अध्यायं 3 जैमिनिरुवाच क्रियायोगस्य तत्त्वं मे ब्रूहि व्यास महामते क्रियायोगमहं ज्ञातुमिच्छामि भवदग्रतः व्यास उवाच शरीरं मानुषं विप्रदुर्लभं चात्र भूतले धीरशरीरमासाध्यमोक्षार्थं योगमभ्यसेत क्रियायोगध्यानयोगावुभौ योगौ प्रकीर्तितौ तयोराध्यक्रियायोगः कुर्वतां सर्वकामदः गङ्गाश्रीर्विष्णुपूजा च दानानि द्विजसत्तम ब्राह्मणानां तथा भक्तिर्भक्तिरेकादशी व्रते धात्री तुलस्योर्भक्तिश्च तथा चातिथिपूजनं क्रिया योगाङ्गभूतानि प्रोक्तानीति समासतः क्रियायोगादृदेविप्रध्यानयोगेन सिध्यति क्रियायोगरतो यादि तद्विष्णोः परमं पदं जैमिनिरुवाच क्रियायोगाङ्गभूतानि यानि प्रोक्तानि भोः प्रभो तन्माहात्म्यानि कथय यदि भो मय्यनुग्रहः गङ्गाया के गुणा ब्रह्मन् विष्णु पूजाफलं च किं श्रेष्ठानि कानि दानानि का वा भक्तिर्द्विजन्मनां एकादश्या फलं किं वा धात्रीभक्तिश्च कीदृशी तुलस्या कीदृशी भक्ति किं वा चातिथि पूजनं यदसर्वं मुने ब्रूहि श्रोतुमस्ति ममादरः त्वत्तोऽन्यकथितं कोऽपि न शक्नोति जगत्त्रये व्यास उवाच साधु साधु द्विजश्रेष्ठ मनस्ते विमलं ध्रुवं यदो गुह्यकथामेदां श्रोतुं श्रद्धा च कौतुकं भागीरथ्या गुणं सम्यक् कथितुं न हि शक्यते तस्मात् समासदो वक्ष्ये श्रूयतामेकचेतसा गङ्गेत्यक्षरयुग्मं च जपत्यत्यन्तकोमलं मन्ये व्रजेत्तथाप्येनो महाभूतरसायनं सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे सवासवासुरा सर्वे गङ्गाद्वारं मनोरमं समागत्य प्रकुर्वन्ति स्नानदानादिकं मुने दैवयोगान्मुने तत्र ये त्यजन्ति कलेवरं मनुष्यपशुकीडाद्या लम्भते परमं पदम् अत्रेतिहासं विप्रर्षे कथ्यमानं मया शृणु सम्यक् श्रवणमात्रेण सर्वपापैः प्रमुच्यते मनोभद्रो नाम राजा सोमवंशसमुद्भवः पूर्वमासीत् जगत्यस्मिन् बलवान् सर्वधर्मविद तस्य हेमप्रभा नाम महिषी प्रियवादिनी पतिव्रता महाभागा सर्वलक्षणसंयुता स राजा समरे हत्वा सकलानेव शात्रवान् शशास पृथिवीं कृष्णां साधिद्वीपां महाबलः स एकदा महीपालसमाहूय स्वमन्त्रिणः उवाचेदं वचः प्रीत्या सभामध्ये महायशाः मनो भद्र उवाच अमात्या पृथिवी सर्वा मयेयं परिपालिता निहताधिपवः सर्वे सपुत्रबलवाहनाः पालितानि स्वगोत्राणि दानैर्विप्राश्च तोषिताः शिष्टाश्च त्रिदश सर्वे सपुत्रबलवाहनाः पालितानि स्वगोत्राणि यज्ञैः सर्वैः सदक्षिणैः ये दद्भिजरया सर्वमहत्या मे बलं हृदं कर्माणि कानिचित् कर्तुं न हि शक्नोमि दुर्बलः सामर्थ्यहीने पुरुषे राजश्रीर्न हि शोभते सर्वाभरणसंयुक्ता वृद्धाङ्गा इव कामिनी तावद्विभ्यदि सर्वेऽपि शत्रवः पृथिवीतले यावद्धि गदसामर्थ्यं नेच्छन्ति चारुचक्षुषा समस्तगुणसम्पन्नामपि तद्गदमानसम् पृथ्वीत्यजेन्नृपं वृद्धं स्वैरिणी पालिता यथा भक्ति लभ्या गुणा सर्वे गुणलभ्यं महद्यशः निःश्रेयसं दानलभ्यं बललभ्या दुमेदिनी सामर्थ्यहीनकृपणो निश्चितो रिपुशासने मूर्खमात्र वचोग्राही स नृपशत्रुनन्दनः तदोऽहं सकलं राज्यं विभज्य वरमन्त्रिणः दातुमिच्छामि पुत्राभ्यां युष्माभिर्यदि मन्यते मन्त्रिण ऊचुः यदेतद्वचनं प्रोक्तं त्वया नीतिविदा नृप तदेव मतमस्माकं सन्देहो नात्र विद्यते अधायादौ नृपादेशात् संसदं प्रति सत्तमौ वीरभद्र यशो भद्र नामानौ तनयावुभौ तौ च सर्वगुणोपेदौ कुमारौ प्रियवादिनौ पितृभक्तौ सदा शान्तौ बलिनौ धर्मतत्परौ ततः स भूपसहसा राजनीतिविदाम्बरः विभज्य सकलं राज्यं दधौ ताभ्यां कुतूहलाद अत्रान्तरे गृध्र एकः स्वकीयस्त्री समन्वितः आगत्य तत्सभामध्ये उपविष्टो द्विजोत्तमाः तावागतौ समालोक्य पक्षिणावधिहर्षितौ राजाः युवयोकस्माच्छुभागमनमच्युतं गृध्र उवाच गृध्रोऽहं पृथिवीपाल ममेयं स्त्री परन्तपः आगतोऽस्मि मुदा द्रष्टुं सम्पदं पुत्रयोस्तव यदयोर्महदी दृष्टा विपत्तिः पूर्वजन्मनि इह जन्मनि सम्पत्तिं द्रष्टुमावां समागतौ तस्यैतद्वचनं श्रुत्वा गृध्रस्य परमाद्भुतं राजोवाच पुनर्विप्र विस्मयाविष्टमानसः राजोवाच अत्यद्भुतं वजो गृध्रत्वत्तश्रुतमिदं मया यदयो पूर्ववृत्तान्तो भवदा ज्ञायते कथम् यदि जानासि तत्त्वेन पूर्ववृत्तान्तमेदयोः ब्रूहि तर्हि खगश्रेष्ठ सर्वमेतदशेषतः गृध्र उवाच नृपदे वृषलावेदौ युगे द्वापरसंज्ञके गरसङ्करनामानौ सत्यघोषसुतौ स्थितौ एककाले च भूपाल मृतौ निज गृहान्तरे ततो नेदुमिमौ भूप दंष्टृणो यमकिङ्कराः पाशहस्ताः समायाधा कोटिकोटिसहस्रशः बबन्धुश्चर्मपाश्येन द्वा वेदौ तौ मदोद्धतौ निन्युश्च निलयं मृत्योरधिदुर्गमवर्त्मना इमौ दृष्ट्वा धर्मराजश्चित्रगुप्तमुवाचः येतयो सकलं वृत्तं चित्रगुप्तविचार्यतां तस्याज्ञया चित्रगुप्त सर्वकर्म शुभाशुभम् मूलाद्विचारयामास तद इत्याह चान्दकं चित्रगुप्त उवाच सत्यमेदौ महाबाहो पुण्यव्रतमहायशौ अस्ति चेत् दुष्कृतं किञ्चित् सर्वकर्म विलोकितम् स्वयं दानं समुत्सृज्य न हि दत्तं द्विजादये तेनैव कर्मणा राजन्निमौ नरकगामिनौ दादादानं समुत्सृज्य यो न दद्यात् दिवजादये स यादि नरकं घोरं सर्वभूतभयावहं दाता हि न स्मरेद्दानं प्रतिग्राहीन याचते उभयोर्नरके वासो यावच्चन्द्रदिवाकरौ तस्मादिमौ महापापौ ब्रह्मस्वाहारिणौ प्रभो नयन्तु किङ्कराशीघ्रं नरकं प्रतिदारुणं यमाज्ञया ततो दूदासं दष्टौष्टपुडा क्रुधा चिक्षिपुर्नरके घोरे तावेदौ पृथिवीपदे तस्मिन्नेव दिने राजन्ननया भार्यया सह यमदूदैः समागत्य निदोहं यममन्दिरम् मयापि तत्कृतं कर्म तदा कर्णय भूपते मूलात् सर्वं प्रवक्ष्यामि शृण्वतां विस्मयप्रदम् पुरासीत् सर्वगो नाम ब्राह्मणोऽहं महाकुलः सौराष्ट्रदेशवासी च वेदवेदाङ्गपारगः इयं मञ्जूकषा नाम मम पत्नी यशस्विनी पतिव्रता महाभागा पवित्रकुलसम्भवा प्रमत्तोऽहं महाभाग विद्यया वयसाधनैः अवज्ञां मनसा पित्रोश्चकाराहं युवैकदा अहं भूरि सभाश्वाख्यो वनस्थः सर्वकर्मकृद धनवान् सुन्दरो ज्ञानी ज्ञातिपोषणतत्परः ममैव पुंसः पितरौ तौ च पापपरायणौ मुखरौ दययाहीनौ पाखण्डिसङ्घलोलुपौ पौरुषं जीवनं चैव धनं चैव कुलं तथा विद्याकीर्तिश्च सर्वस्वं पितृभ्यां विफलीकृतम् एतद्विचिन्त्य मनसा मया नृप मुहुर्मुहुः अवज्ञया परित्यक्ता पित्रोसेवा शुभप्रदा अनेन कर्मणा राजन् सदारोहं यमाज्ञया विक्षिप्तो नरके दूतैर्यत्र तौ पापिनां वरौ यदाभ्यां सह पापाभ्यां सदारेण मया नृप स्थितं च नरके घोरे यावत्कालं शृणुष्व तद युगकोटिसहस्राणि युगकोटिशतानि च अनुभूतमहादुःखं नरकस्य नृपोत्तम नरकान्ते तदसोऽहं कान्तया सह भूपदे वृद्रपक्षकुले जादौ मृदमांसाशनौ तथा यदावपि च तौ राजन्नरकान्तकदैषिणौ जादौ सलभयोर्वंशे भोक्तुं फलं स्वकर्मणः यदेताभ्यां कृतं कर्म राजञ्छलभजन्मनि तदा कर्णयवक्ष्यामि श्रोतॄणां विस्मयप्रदम् एकदा सुमहान्वायुः समायादो महीपदे उड्डीय पादितौ तेन गङ्गागर्भे सुनिर्मले निपत्य गङ्गासलिले कोमलाङ्गाविमौ तथा जग्मधुः पञ्चदां सद्यः समस्तकलुषापहम् ततो नेदुमिमौ दूदा आयाताश्चारुचक्षुषः आयातानि विमानानि सर्वभोगान्वितानि च विमुक्तौ सर्वपापेभ्यस्तुलसी माल्यशोभितौ दिव्यं विमानमारुह्य गतौ विष्णुपुरं प्रति तावत्कालं स्थितौ राजन् ब्रह्मणो व्यक्तजन्मनः ब्रह्माज्ञया समायातौ तद इन्द्रपुरं प्रति भुक्तवन्तौ सुखं तत्र दुर्लभं यत्सुरैरपि तावत्कालं स्थितौ राजन् भोक्तुं कृत्स्रां वसुन्धरां पवित्रे भवदो वंशे जादावेदौ महायशौ गङ्गायां त्यजदो देहं भूयो जन्मन विद्यते तथापि वसुधां भोक्तुं जादौ पुण्यतमाविमौ चिरं भुक्त्वा महीं कृष्णां पुत्रपौत्र समन्वितौ गङ्गामरणमासाद्य योगिनामपि दुर्लभं नारायणस्य सायुज्यमिमौ भूप गमिष्यतः यदत् सर्वं मया प्रोक्तं पूर्ववृत्तान्तमेदयोः जातिस्मरप्रभावेन नृपवर्गशिरोमणि गङ्गामरणमासाद्य गदा वेदौ दशामिमाम् आवह्यो कः परित्राणं करिष्यति दुरात्मनोः मित्रावज्ञामनुष्याणां नरकक्लेशदायिनी ममैव पृथिवीपाल दृष्टा केवलमेव तद् पितृभक्तिर्द्विजश्रेष्ठ इहामुत्र च दुःखदा इह सम्पद्विनाशाय परत्र नरकाय च वरं मन्ये महीपाल ब्रह्महत्यादिपादकं कदाचिन् निष्कृतिस्तस्मादियं भवति शाश्वती दुःखार्जितं पुण्यवृक्षं सर्वक्लेशविनाशनं पितृवज्ञाकुठारेण चिन्तन्ति भुवि मानवाः यत्किञ्चिद्दीयते राजन्पित्र्ये वक्त्रे परन्तप तदस्नादि स्वयं विष्णुपितृरूपो हरित्यदः प्रत्यक्षदेवौ पितरौ सेवन्दे ये त्वहर्निशं सर्वसिद्धिर्भवेत्तेषां प्रसादा जगदीपदेः पितृभक्तिविहीना ये दिनं तिष्ठन्ति मानवाः तावत्कल्पसहस्रं तु तिष्ठन्ति नरके जनाः तस्मादिदं महादुःखं बभूव मम सम्प्रदं मोक्षं कदा गमिष्यामि सदारोहं न वेत्मि तद् व्यास उवाच यदत्तस्य वच श्रुत्वा प्रगृह्य द्विजसत्तम बभूव हर्षितो राजा विस्मितश्च पुनः पुनः राजोवाच आश्चर्यं हि वचो गृध्रश्रुतमेदन्मुखात् तव मम चैषां च हृदये प्रतीतिर्न हि जायते अथान्तरिक्षे वागुच्चैरिति जादा नृपोत्तम सत्य सत्यं सत्यं सत्यमिदं सन्देहो नात्र विद्यते। अतः स पक्षी विप्रर्षे सहसा भार्यया सह गङ्गामाहात्म्यकथनात् पूर्वस्थित इवाभवद। दिवि दुन्दुभयो नेदु जगुर्गन्धर्वसतमाः नृतुश्चाप्सरो वर्गा ह्यपतत्पुष्पवर्षणं विमानमागतं दिव्यं सर्वभोगसमन्वितं समयादा दूतगणाः प्रेक्षिता कैडभद्विषा। अधासौ सर्वगोविप्रप्रियया सह भार्यया सद्यो विमानमारुह्य जगाम भवनं हरेः। एतच्छ्रुत्वाद्भुतं कर्म स राजा द्विजसत्तम सपुत्रधारसेवायां गङ्गायास्तत्परो भवद। भागीरथ्या समं तीर्थं नास्ति वै भुवनत्रये यन्नामोच्चारणादेव सर्वगो मोक्षमाप्नुयात्। गङ्गाद्वारस्य माहात्म्यं कथितं ते द्विजोत्तम समस्तपापविध्वंसि किमन्यच्छ्रोतुमिच्छसि। अध्यायमेतत् परमादरेण पठन्ति ये देवगृहे मनुष्याः, शृण्वन्ति ये च द्विजवर्गभक्ता, नश्यन्ति तेषां दुरितानि सद्यः। इति श्रीपद्मपुराणे क्रियायोगसारे तृतीयोऽध्यायः। ॐ